गतवर्गे नूतनविषयः अस्माभिः आरब्धः, कर्मणि भावे प्रयोगः। कर्मणि भावे प्रयोगः तत्र अस्माभिः किं पठितं? प्रथमतो कर्मणि भावे प्रयोगे सर्वदा रूप आत्मनेपदवत् भवति खलु, भावकर्मणोः इति सूत्रेण आत्मनेपदत्वं भवति, सर्वाणि रूपाणि आत्मनेपदीयानि इति सन्ति। तदनन्तरम् अस्माभिः एकं सूत्रं पठितं सार्वधातुके यक् खलु, भावकर्मणोः तेन आत्मनपदत्वं भवति, सार्वधातुके यक् इति भवति। तत्र किमस्ति सार्वधातुके यक्? सार्वधातुकप्रत्यये परे कर्मणि भावे प्रयोगे यक् प्रत्ययः भवति धातो अनन्तरं, यथा कर्तृमध्ये शक् प्रत्ययः भवति तत्र भावकर्मणि मध्ये यक् प्रत्ययः भवति। कदा? सार्वधातुकप्रत्यये परे। आहत्य केवलं लट् लोट् लं विधिलिङ्गलकारेषु एव यक् प्रत्ययः भवति, यतोहि तत्रैव सार्वधातुकप्रत्ययः अग्रे अस्ति, अन्येषु लकारेषु सार्वधातुकप्रत्ययः अग्रे नास्ति, अतः यक् यक् प्रत्ययः विकरणप्रत्ययः अपि मध्ये न आगच्छति, इति सार्वधातुक यक् इति अस्ति। तदनन्तरम् अस्माभिः किम् आरब्धम्? लट् लोट् लङ् विधिलिङ्गि इति भावकर्मप्रक्रिया लट् लोट् लङ् विधिलिङ्गि नवानां धातुगणानां भ्वादि तु क्र्यादि चुरादिगणस्य भिन्नरूपेण भवति, अत् यतोहि तत्र णिच् प्रत्ययः अपि भवति, अतः तस्य कार्यम् अनन्तरं द्रक्ष्यामः। परन्तु तत्र प्रथमं तु आदेश च उपदेशे अशीति यः प्रत्ययः कीदृशप्रत्ययः अस्ति? हलादि आर्धातुकप्रत्ययः, परन्तु वलादि नास्ति, वलादि नास्ति यतः इडागमः न भवति, परन्तु हलादि अस्ति, आर्धातुक अस्ति, अशित् अस्ति, अतः एजन्तधातु धातोः आत्वं भवति, ग्लै ग्ला म्लै म्ला इति सर्वं भवति। अनन्तरं सामान्य किमस्ति? केवलं वर्णमेलनम् अस्ति, घ्रा धातो घ्रायते, तत्र यक् भवति घ्रायते इति, परं ध्यायते ग्लायते ध्मायते इति सर्वं भवति। परन्तु कुत्रचित् तु ईकारादेशः भवति, केन सूत्रेण? घूमास्थापा जहाति सां हलि, घू प्रत्य घू नाम दाधा, मा स्था गा पा अपि च ओहा, जहाति इत्युक्ते सा धातु, हा जहाति साम् इत्युक्ते जहाति मध्ये हा अस्ति, ओहा साम् इत्युक्ते सा, एषां धातूनाम् आकारस्य दीर्घ इकारत्वं भवति कदा? हलादि कित्नित् आर्धातुकप्रत्यये परे, हलादि कित्नित् आर्धातुकप्रत्यये परे। सूत्रं सम्पूर्णसूत्रं किमस्ति? घूमास्थापा जहाति साम् आतः अङ्गस्य ईत् हलि मिति आर्धातुक। तर्हि यक् प्रत्यय हलादि अस्ति, कित् अस्ति, यत् अस्ति कित् अस्ति, अपि च आर्धातुक अपि अस्ति, अतः अत्र अस्य सूत्रस्य प्रसक्तिः भवति, सूत्रस्य प्रसक्तिः भवति, अतः दा भूमध्ये अस्ति, अतः दा योगः यक् योगः ते दीयते भवति, न तु दास्ति, मीयते स्थीयते गीयते हीयते स्थीयते इति सर्वं भवति। तत्र आकारस्य ईत्वं भवति इति। तर्हि घूमध्ये षड् धातवः सन्ति, त्रयः दा धातवः त्रयः धा धातवः, तत्र सर्वत्र दीय धीय मीय स्थीय गीय पीय हीय सीय इति भवति। अस्तु, तर्हि तदनन्तरं सिद्धतिङ्प्रत्ययाः कीदृशाः सन्ति? अस्माभिः पूर्वं यत् सिद्धतिङ्प्रत्ययः आत्मनेपदधातूनां कृते पठिताः अदन्त अङ्गानां कृते ते एव अत्र भवन्ति, यतोहि यत् प्रत्ययस्य अङ्गम् अदन्तम् इति ये प्रत्ययः सन्ति लटि ते इते अन्ते श्रूयते महोदय, सम्यक् न श्रूयते, न श्रूयते वा? न, मध्ये मध्ये किञ्चित् तत्र मन्दं भवति भवतः ध्वनिः, तावदेव इदानीं श्रूयते। मम ध्वनिः प्रायः मन्दं भवति, तत्र कनेक्षन् मध्ये प्रायः क्लेशः नास्ति, तर्हि ते इते अन्ते से इथे द्वे एव हे महे लोट् मध्ये ताम् इताम् अन्तां स्व इथां ध्वम् ए आवहै आमहै लङ् मध्ये त इतामन्त था इथां ध्वम् ई वहि महि विधिलिङ्ग् मध्ये ईत् इयाताम् ईरन् इथाः इयाताम् ई ध्वम् इय ई वहि ई महि इति पठितं तर्हि एकधातुं गृहीत्वा वयम् इदानीं रूपाणि कुर्मः तर्हि मीना महोदय दाधातु आत्मने दाधातु कर्मणि भावे किं करोतु लट् लकार दाधातु रूपाणि वदन्तु वदतु मीना महोदय नास्ति वा अस्तु म्यूट् मध्ये म्यूट् मध्ये आसम् इदानीं महोदय किं वक्तव्यं दाधातु कर्मणि प्रयोगे दा धातु लट् लकारे दीयते प्रथमं किल दीयते दीयते दीयन्ते केन सूत्रेण दीयते भवति ओ केन सूत्रेण दीयते भवति दायोगः यक्योगः अस्ति तत्र तत्र गुमास्ता गुमास्ता गापा जहादीसां हलि इति सूत्रेण तत्र आतः अङ्गस्य ईत् हलि इति आर्धधातुके यक् इति प्रत्ययः कित् अस्ति आर्धधातुक सार्वधातुकप्रत्यय तत्र किल यक् यक् सार्वधातुके किल यक् सार्वधातुक अस्ति वा सार्वधातुके यकि इति सूत्रमस्ति भिन्नमस्ति सार्वधातुके यक् इति अस्ति ओ सार्वधातुके तिङ् तिङ् प्रत्ययः अस्ति लट्लकारे सार्वधातुकप्रत्ययः अस्ति चेत् यक् आगच्छति किल तथा तादृशं वा परन्तु यक् त्रिंशत् नास्ति तस्मात् सार्वधातुकं नास्ति सो दा धातु आत् आतः अङ्गस्य ईत् हल् हल् अस्ति या अस्ति हल् अस्ति कित् किप् किप् अपि अस्ति आर्धधातुकप्रत्ययः अस्ति तस्मात् ईत् भवति सो दी य ते दीयते दीयते दीयेते दीयन्ते दीयसे दीयेते दीयत्वे दी दीय दीय ए दीय दीयै दियावहे दियामहे वा दियावहे दियामहे दीय ए दीय ए तत्र दीय ए किं भवति दियै भवति वा वृद्धिरेचि वृद्ध दियै भवति किल आम् दियै भवति वा न खलु प्रत्ययः इति खलु महोदय इ इत्यस्य ये भवति ए दी दा इदम् इदानीं दी भवति तदनन्तरं यक् प्रत्ययः दीय ए आयोगः ए वृद्धि किल शृणोतु ए धातोः लट् लकार उत्तमपुरुष किम् अस्ति सेवे अस्ति वा सेवै अस्ति वा तत्र वृद्धिः न भवति वा आत्मनेपदे उप किं भवति उत्तमपुरुषे आद् गुणः आताम् गुणः खलु तत्र गुणवर्णः अस्ति ततः अतो गुणे गुणवर्णः कतो अतो गुणे गुणे वृद्धिः नास्ति अतो गुणे सम्यक् अतो गुणे धातु अस्ति खलु आत्मनेपदी तस्य रूपं किम् अस्ति उत्तमपुरुषे सेवे अस्ति खलु सेवै फलनास्ति स्थेले अस्ति अतोगुणे अतोगुणे पदार्थ अकार अनन्तरं गुणवर्णः अस्ति चेत् पूर्वपरयोः स्थाने एकगुणवर्णः भवति खलु तत्र गुणस्य गुणवर्णः के इति अहं चिन्तितवान् तत्र अरेङ्गुणः अत एङ् गुणः इति अस्ति अत्र ए इति अतः अतः एव आद्गुण क्षम्यताम् अतः अतोगुणे अपदान्ते दीयते दीयते भेदः किं महोदय आत् गुणः अपि च अतो गुणे भेदः किम् ओ बेसिक् प्रश्नं पृच्छति संज्ञासूत्रमस्ति भगिनि अपदान्तस्य अक अवर्णात् ए परे तत्र आत् गुणः भवति इति अस्ति तत् आद्गुण इति अपवादसूत्रमस्ति खलु क्षम्यतां किमपि अतोगुणे इति अपवादसूत्रमस्ति खलु वृद्धिरेति इत्यस्य आद्गुणस्य अपि तर्हि अपवादसूत्रम् आफ् सर्व अकगसवर्णदीर्घे खलु आद्गुणः इति अतोगुणे गुणे तस्यापि भवति त्रयः भवति कोऽपि शृणोति वा अहं किं वदामि भवान् वदतु महोदय अपदान्त अकारः अस्ति चेत् तत्र विशेषसूत्रमस्ति अवगुणे अपवादसूत्रमस्ति पश्यतु खलु दीयन्ते अस्ति खलु दीयन्ते तत्र दीयान्ते किमर्थं न कृतवती भवति दीयान्ते किमर्थं न भवति वर्णदीर्घसन्धि तत्र अपि अतोगुणे अस्ति तर्हि अतोगुणे अकसवर्णदीर्घस्य अपि अपवादः अस्ति आद्गुणस्य अपि अपवादः अस्ति वृद्धिस्तस्यापि अपवादः अस्ति दीयन्ते मध्ये दीयान्ते किमर्थं न भवति यतोहि तत्र दीय इति अपदान्तकारः अस्ति अतः तत्र तस्य अग्रे तस्मात् अग्रे अकारः गुणवर्णः अस्ति अतः अतोगुणे इत्यनेन पूर्वपरयोस्थाने गुणवर्णः भवति दीयन्ते तथैव दीये तर्हि दीयते दीयेते दीयन्ते दीयते दीयेते मध्ये आद्गुणः कार्यं करोति दीयन्ते मध्ये अतोगुणे कार्यं करोति दीयसे दीयेथे दीयध्वे दीये दियावहे दियान् दियावहे किमर्थं भवति आकारार्थं कुतः आगच्छति एयादि अस्य दीर्घः भवति अत्यन्तस्य किं सूत्रमस्ति किमस्ति सूत्रं कोऽपि स्मरति वा दियावहे मध्ये आकारात् अतः दीर्घः यै हलो एतत् अस्माभिः सर्वं पठितम् अतः किमपि नूतनं अस्तु अग्रे महोदय लोट् करोतु आं महोदय लोट् दी दायोगः यक् अत्र गुमास्तापा जहासीना अलि इति सूत्रेण अकारस्य स्थाने ईकार आदेशः भवति अतः दी योगः य योगः ताम् इति दीयतां दीयन्तां मध्यं पुरुष दीयस्व दीयेताम् दीयध्वम् दीयध्वम् दीयै दीयावहे दीयामहे इदानीं शृणोमि यै दिया वहै दियाम अत्र दीयोगः या दीय ऐ दीयै भवति तत्र दीयै वृद्धिरेति अस्तु विजयमहोदय लङ् विजयमहोदय नास्ति वा महोदय अहं वदन्ती अस्मि महोदय अस्तु अत्र लुङ् लङ् लृङ्ष् अडदातः इति सूत्रेण सर्वत्र अडागमः भवति दि इति धातुः स्वीकुर्मः चेत् अत्र अधि इति भवति अनन्तरम् अत्र एतत् दिवादिगणे अस्ति अतः श्यन् इति प्रत्ययम् आगच्छति अत्र यकारः एव तिष्ठति दातु अस्ति भगिनि ओ दातु महोदय अत्र करपत्रं संख्या किं करपत्रं कर्मणि भाव कर्मणि भावे च अत्र इदानीमेव आरब्धं वा किञ्चित् किञ्चित् विलम्बेन आगतं मया अत्र कुत्र भवति अनन्तरं अहं करोमि भवति अनन्तरं करोमि अस्तु महोदय महोदय तत्र करोमि वा महोदय श्रूयते वा आं महोदय अत्र दा इति धातु अस्ति खलु महोदय अत्र दा योगः यक् एतदेव खलु आम् आम् एतत् अत्र इकारः भूमा सा ग प ह एतेषां धातूनाम् आकारस्य दीर्घ आकारस्य स्थाने ईकारः भवति आम् अतः तत्र दी इति भवति अनन्तरं यक् प्रत्ययः अस्ति अत्र यकारः एव तिष्ठति या एव तिष्ठति दीय इति भवति इदानीं किं महोदय एतत् धातु रूपं करणीयं वा लङ् लकारः अत्र दा इति धातु विजयमहोदय कोऽपि अत्र दा इति धातुः अस्ति अत्र ददाति एव खलु महोदय अत्र अन्तिमरूपं कर्मणि ओ दीयते कर्मणि रूपम् आ महोदय कर्मणि रूपम् अत्र दीयते इति भवति अत्र किमर्थम् आगच्छति इत्यनेव एतत् आत्मनेपदिनः दी योगः यक् अत्र यकार एव तिष्ठति अनन्तरं आत्मनेपदिनः दीयते इति अतः ते योजनेन दीयते इति भवति दीयते दीयते दीयन्ते दीयसे दीयते दीयत्वे दीये दीयावहे दीयामहे समीचीनं वा महोदय दीये दीयावहे दीयामहे भगिनि लङ्लकारः ओ लङ्ग्र लङ्लकारः लङ्लकारः अस्तु इदानीम् अत्र सर्वत्र अडागमः भवति श्रूयते वा अहं किं वदामि वदतु महोदय. भवत्याः मनः अत्र नास्ति वा कक्षायाम्? अहं किं वदामि, भवती किं वद? अत्र अत्र बहवः जनाः सन्ति महोदय, अतः तत्र जनाः सन्ति चेत् म्यूट् करोतु, केवलं शृणोतु. अहं शृणोमि महोदय. अस्तु, अहं शृणोमि. अस्तु, लङ्लकारं करोतु. लङ्लकारः लुङ् लङ् दृङ्क्षु अडुदातः इत्यस्मिन् सर्वत्र अडागमः भवति. सर्वत्र अडागमः भवति. अनन्तरम् एतत्तु आत्मनेपदिनः लङ् अत्र अत्र दीयत इति रूपं भवति. इताम् अन्त अतः दीयेताम् अधी अधीयेताम् अधीयेताम् अनन्तरम् अधीयन्त ताः अस्ति अधीयताः अधीयेताम् इति भवति. अनन्तरम् अधिद्वं द्वमस्ति. अनन्तरं ये वहिमहि अस्ति अधीये अधीये वहिमहि अधी अत्र अधीये अधीयेत अधीये अधीया वहि अधीया महि इति अस्ति. तर्हि अदीयत अदीयेत अदीयन्त अदीयथाः दीयेथाम् अदीयध्वम् अदीये अदीया वहि अदीयामहि. हलो, आम् महोदय. अदीययोग इ अदीये एव भवति खलु? पृच्छामि. अत्र पुरुषे भवति खलु लङ्लकारे? अत्र लट् रूपम् इ एव अस्ति. अकार इकार मेलनेन अदीये इति भवति. अस्तु, महि महि अदीया वहि अदीया. तदनन्तरम् अस्तु, किं महोदय? उपति महोदय, विद्या महोदय भवती एव करोतु विधिलिङ्ग, समापयतु. आम्, अत्र विधिलिङ्ग अस्ति दीये दीयेत दीये यातां दीये रन् अनन्तरम् अत्र ताः दीये दीयेताः दीये यात्थां दीये दीये द्वं दीयेय अनन्तरं वहिमहि दी दीये वहि दीये महि. तावदेव महोदय. समीचीनं, उत्तमं, धन्यवादः महोदय. एत दीये यातां दीयेरन् दीयेथाः दीये याथां दीये द्वं दीयेय दीये वहि दीये महि. अस्तु, अग्रे हरिकः अस्ति. रघुपतिमहोदय अग्रे करोतु इदानीं. तर्हि दीयते इति सर्वम् अस्माभिः पठितं. दीयते, धीयते, मीयते, स्थीयते, गीयते, पीयते, हीयते, स्थीयते. इदानीं द्वितीयबिन्दु, इकारान्त इकारान्त. इकारान्ताः ईकारान्ताः च धातवः. यक् प्रत्ययस्य कित्वात् गुणनिषेधः. जीयोग यक् सार्वधातुकार्धातुकयो इत्यनेन गुणादेशः गुणादेशस्य प्राप्ते तत्र निति च इति सूत्रेण गुणनिषेधः. जीयोग यक् एव तिष्ठ जीयोग यक् इति अस्ति इदानीं. सार्ध आर्धातुकयो इति वयं जानीमः, इगन्तस्य एकः गुणः भवति सार्धातुकार्धात्कप्रत्यये. यक् इति प्रत्यय आर्धातुकः अस्ति, परन्तु किति नित्य इत्यनेन तत्र गुणनिषेधः भवति. निति च इति सूत्रम् अस्ति, निति च इकः गुणवृद्धिः न इति वदति. यक् प्रत्ययः यकारादिः कृतसार्धातुकयोः भिन्नश्च. यक् प्रत्ययः यकारादि अस्ति, अपि च कृत् सार्धातुकयोः भिन्नश्च. कृत् नास्ति, सार्धातुक अपि नास्ति. अतः इकारान्तधातूनां दीर्घादेशः भवति. जीयोग यक् जीय इदानीं तत्र जीयोग यक् इति तत्र यकारादि अस्ति, अकृत् अपि अस्ति, असार्धातुकः अस्ति इति कृत्वा जी इत्यस्य दीर्घः भवति जीय इति भवति. तर्हि जीययोगते जीयते, अनेन लटि लोटि लङि विधिलिङ्गि च रूपाणि ज्ञेयानि. तत्र सूत्रमस्ति अकृतसारदातकयोः दीर्घः. अजन्तस्य अङ्गस्य दीर्घादेशः भवति यकारादिप्रत्यये परे, किन्तु स च प्रत्ययः कृत्संज्ञः अथवा सारदातुकं चेत् न भवति इति अस्ति. अचष्ट इत्यनेन अचः एव दीर्घत्वं भवति. येन विरिसन्दस्य अलवन्तस्य इति सूत्राभ्यां तत्र तत्र कृत् च सारदातुकञ्च कृत् सारदातुके इति तत्र समासः न कृत् सारदातुके अकृत् सारदातुके इति तत्र न कृत् अकृत् न सारदातुके असारदातुके तत्र अतः तत्र अकृत् अकृत् सारदातुके इति द्वयोः एव भवति. अकृत् सारदातुके तयोः अकृत् सारदातुकयोः इति अकृत् सारदातुको सप्तम्यन्तं दीर्घप्रथमान्तं द्विपदविदं सूत्रम् अयङ् इति इत्यस्मात् इ इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकः अनुवृत्तिसहितसूत्रमस्ति. अचः अङ्गस्य दीर्घः इ अकृतसारदातुकयोः इति सूत्रेण एव वदति. अचः अचः अङ्गस्य अजन्तस्य अङ्गस्य दीर्घादेशः भवति इ इत्युक्ते यकारादि प्रत्यये इति अस्ति. यकारादिप्रत्यये कीदृशप्रत्यये अस्ति चेत् तत् अकृत् भवेत् अपि च असारदातुकः भवेत् इति अस्ति. अचश्च इति यत्र ह्रस्वदीर्घप्लुतः विधीयन्ते तत्र अचः इति षष्ठ्यर्थपदम् आगत्य उपस्थितं भवति इति अस्ति. अत्र अकृतदीर्घ इति किमपि नास्ति, अतः अचः इति अत्र आगच्छति इति तत्र परिभाषासूत्रमस्ति. तर्हि तत्र क्षीधातोः क्षीयते, श्री श्रीयते, ज्रि इति अस्ति तदपि ध्रीयते, ह्रीयते, पीपीयते इति एतादृशकार्याणि भवति, दीर्घः भवति इति अस्ति तत्र. तर्हि अकृतधातुकयोः दीर्घः इति सूत्रमस्ति. अत्र दीर्घ अस्ति, अत्र दीर्घत्वं केवलम् अचः दीर्घत्वं भवति. यत्रापि दीर्घ ह्रस्व प्लुत इति अस्ति तत्र अचश्च इति परिभाषासूत्रेण अचः अचि एव तत्र भवति. अतः दीर्घ इति सूत्रं लिखितमस्ति खलु, अतः कस्य दीर्घम्? अचः. अचः अङ्गस्य नाम तादृश अङ्गं यस्य यत् अजन्तमस्ति, अजन्तमङ्गं तस्य दीर्घत्वम्. अजन्त अङ्गस्य अन्तिम अचवर्णस्य दीर्घत्वं भवति. कदा? अग्रे यकारादि प्रत्ययः अस्ति, सः च प्रत्ययः कृत् अपि नास्ति, सार्वधातुक अपि नास्ति. तर्हि उदाहरणमस्ति, इदानीं पश्यतु. वस्तुतः अस्य सूत्रस्य कार्यं जलापि भवति, परन्तु तत्र तु यतोहि तत्रापि अजन्तमस्ति. अग्रे न श्रूयते महोदय, भिन्नभिन्न न श्रूयते. न, अहं वदामि अस्य सूत्रस्य कार्यं वस्तुतः अकारान्तधातूनां कृते अपि भवति, यत् अस्माभिः पूर्वं पठितं ग्लां ला इति. परन्तु तत्र तु प्रथमः एव दीर्घः अस्ति, अतः अस्य सूत्रस्य परिणामः न दृश्यते. ग्ला मध्ये दीर्घत्वमेव अस्ति, म्ला दीर्घत्वमेव अस्ति, दीयते मध्ये अपि इकारः दीर्घत्वमेव अस्ति, अतः तत्र विशेषरूपेण किमपि भिन्नं न दृश्यते. परन्तु अत्र ह्रस्व इकारान्तधातुः अस्ति जि, जि योगः यक्. अत्र पश्यतु, प्रथमं तु तस्य जे न भवति, यतोहि तत्र गुणनिषेधः अस्ति निति च इति सूत्रेण. परन्तु जि योगः यक् मध्ये जि इति अजन्तमङ्गम् अस्ति, यक् इति यकारादि अस्ति, कृत् अपि नास्ति, अपि च कृत् अपि नास्ति, अपि च सर्वहतुक अपि नास्ति, अतः इकारस्य दीर्घत्वं भवति जि. तर्हि जीयते. तर्हि पश्यतु, दी मध्ये अपि दीर्घ इकारः अस्ति, जीयते मध्ये अपि दीर्घ इकारः अस्ति, परन्तु उभयत्र दीर्घ इकारस्य कारणं भिन्नभिन्नसूत्रमस्ति. दीयते मध्ये इकारस्य कारणमस्ति घूमास्था गापा जहाति सां हदि. जीयते मध्ये इकारस्य कार्यमस्ति अकृत् सार्वधातुकयोः दीर्घ. आगच्छन्ति वा? आं महोदय. क्रियते ज्रियते ऋते क्रियते यकारादि प्रत्ययं परे अस्ति चेत् खलु महोदय आम् अजन्ताङ्गमस्ति अस्तु तर्हि अकृत्सारुदात्रे यक्येव अस्य अन्य अन्य प्रत्ययाः अपि सन्ति वा अन्ये अपि सन्ति अकृत् अस्ति न भवती वदतु भवती वदतु सर्वत्र अस्ति वा अकृत् अकृत् भवित् अकृत् सार्वदातुकयोः कृत् प्रत्ययः मास्तु परन्तु सार्वदातुकप्रत्ययं भवितव्यम् अकृत् सार्वधातुकयोः यत् अस्ति कृत् कृते अपि अस्ति सार्वधातुक कृते अपि अस्ति नाम कृत् अपि न भवेत् सार्वधातुक अपि न भवेत् इदं सार्वधातुकमपि न भवेत् तर्हि पश्यतु भवती पृच्छति केवलं यत् कृते अस्ति वा अत्र नास्ति अत्र यत्र अन्य अपि यकारादिप्रत्ययः अस्ति तत्रापि भवति परन्तु पश्यतु अत्र असार्वधातुक तस्य महत्त्वम् अस्ति उदाहरणमस्ति दिवादिगण अस्ति खलु दिवादिगणः तत्र दिवादिगणे दिव् धातुः अस्ति न दिव् धातु कोऽपि तत्र अजायधातुः अस्ति तत्रापि षण् प्रत्ययः यकारादि अस्ति परन्तु तत्र अस्य सूत्रस्य कार्यं न भवति यतोहि तत् ष्यन् प्रत्ययः सार्वधातुकप्रत्ययः अस्ति असार्वधातुकः नास्ति अस्य सूत्रस्य कार्यं न भवति अतः अत्र अकृत् सार्वधातुकयोः तस्य महत्त्वमस्ति पीयते अस्तु अग्रे रघुपतिमहोदय अग्रे पठतु इकारान्तधातूनां तदेव कार्यम् अस्तु महोदय तत्र तर्हि तदा आकारान्तदातु तत्रापि वक्तव्यं भवति वा तत्र यद्यपि कार्यं किमपि नास्ति नूतनकार्यं तत् परन्तु तर्जन्य भवति इति तत्र कर्तुं शक्यते खलु वक्तुं शक्यते खलु तादृश अत्रापि सत्यम् अस्तु एवम् ईकारान्तदातु नाम तदेव कार्यमस्ति तत्र यद्यपि परिवर्तनं किमपि नूतनं न भवति नूतन रूपं तदेव अस्ति सार्धातुकचैतन्येन गुणादेशः नीतिचैतन्येन गुणविषेदः तदा अकृत्सार्धातुकयोः दीर्घः इत्यनेन दीर्घादेशः अनेन अन्ततो गत्वा ईकारान्तदातवः यथावत् तिष्ठति यथा नीयो यत् नीय इति अस्ति नीययोगते नीयते भी इति धातु भये भीभये भीयते अस्य अपवादः एकः एव अस्ति शीङ् धातुः शीङ् इति शी इति ईकारान्तदातुः अस्ति अत्र शीयते इति भवेत् परन्तु अत्र य इति ऐ इति आदेशः भवति शय्य इति भवति शी इत्यस्य यक् शय्य इति भवति अय अयङादेशः भवति अतः शय्यते इति भवति अयङादेशः अनेकाल् किन्तु नित् तस्मात् अन्त्यादेशः भवति वयं जानीमः निच्च इति सूत्रेण अन्त्यादेशः संशय महोदय तत्र शीन् तत्र दीर्घ ईकारः कथं ह्रस्व ईकारः अभवत् मध्ये शीन् दीर्घ ईकारः एव अस्ति तस्य स्थाने ऐ आदेशः भवति विशिष्टसूत्रेण शीन् धातु सूत्रमपि पठनीयं खलु महोदय अयङ्गी निति अत्रैव उत्तरमस्ति शीङ् धातोः ऐ आदेशः भवति इति यकारादिप्रत्यये पठति चेत् अयम् ईक् इति किं महोदय सूत्रं पठतु अयम् ईक् इति अयम् ई इति शीङ् धातोः ऐ आदेशः भवति यकारादि कित् गित् प्रत्यये परे तद् यक् प्रत्यये अयम् इत्यस्मिन् नकारस्य अयङ्ग इत् संज्ञा यकारोत्तरवर्ति अकारश्च उच्चारणार्थः इक् च इङि च नौ तौ इतौ यस्य सः ङित् द्वन्द्वगर्भौ गर्भो बहुब्रीहि तस्मिन् ङिति अयङ् प्रथमान्तम् इ सप्तम्यन्तं ङिति सप्तम्यन्तं त्रिपदमिदं सूत्रम् शीङः सार्वधातुके गुणः इत्यस्मात् शीङ्घ इत्यस्य अनुवृत्ति अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं शीङ्घः अङ्गस्य अयं इति यकारः यक् इति प्रत्ययः कित् अपि च यकारः अस्ति अयम् आदेश इयम् ओम् इति वयं पठितम् अयं प्रथम इदानीमेव अहं वयं पठामः किल अयम् अयम् इति तस्मात् अयम् आदेशः इति चेत् शीयोगः यक् तत्र शीनः अङ्गस्य अयम् इति ईकारस्य तत्र कथं किं भवति ईकारस्य स्थाने अय भवति अय शै इति अङ्गं भवति अय शी इति खलु शी तर्हि ईकारस्य स्थाने अय भवति शय शय योगः यक् शय्य शय्ये शय्य शय्यते शय्यते ऐ भवति ई धातोः अय आदेशः भवति यकारादि कित् प्रत्ययपरे तर्हि यक् धातु यकारादि अस्ति कित् अपि अस्ति अतः तस्य यक् यक् यक् योजनेन इकारस्य स्थाने अय भवति श इ शय शय योगः केवलं शीं धातोः केवलं भव शीं धातोः केवलं केवलं शीं कृते एव अयम् आदेशः अनेकाल् किन्तु ङित् तस्मात् च अन्त्यादेशो भवति अनेकाश्चित् सर्वस्य इति साधारणसूत्रं भवति परन्तु सर्वस्य न भवति तत्र अयम् आदेशे अनेकाल् किन्तु ङित् ओ ङित् इत्यस्मात् अन्त्यादेशो भवति ङित् च इति सूत्रेण ङित् आदेशः अनेकाल् चेदपि अन्त्यस्य एव स्थाने भवति इदं सूत्रम् अनेकाचित् सर्वस्य इति सूत्रस्य अपवादः अनेकाचित् सर्वस्य तु अलोक्यस्य इत्यस्य अपवादः ङकारः इत यस्य सः ङित् बहुव्रीहि ङित् प्रथमार्थं च अव्ययपदं द्विपदमिदं सूत्रम् अलोक्यस्य इत्यस्मात् अलः अन्त्यस्य इत्यनयोः अनुवृत्ति स्थाने अन्तरतमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं ङित् च अन्त्यस्य अलः स्थाने अन्त्यस्य अलः स्थाने तत्र अयङ् आदेशः अयङ् इति प्रत्ययः तत्र ऐ ऐ अय ऐ ऐ ईकारस्य शी शी तत्र ईकारस्य ऐ भवति ङित् च इति सूत्रेण ओके इदानीम् अनेकाश्चित् वयं पठितसूत्रमेव सर्वे अवगच्छन्ति वा प्रश्नः अस्ति वा कस्यापि नास्ति महोदय अस्तु अग्रे पठतु महोदय उकारान्त अनेन इकारान्तानाम् इकारान्तानाम् इकारान्तानां च भावकर्मप्रक्रिया सम्पूर्णा ओके उकारान्तः ऊकारान्तः च धातवः यथा इकारान्तः ईकारान्तः तथैव उकारान्तः ऊकारान्तः च सामधातुक आर्धधातुकः इत्यनेन गुणादेशः ङिति च इत्यनेन गुणनिषेधः अकृत्सार्वधातुकयोः दीर्घः इत्यनेन दीर्घादेशः कृत्सार्वधातुकयोः दीर्घः अभवत् सूत्रम् तत्र किमासीत् तत्र अकृत् सार्वधातुकयोः कव्यदीर्घः दीर्घः सादृग इत्यनेन दीर्घादेशः नु उकारान्तधातु नु योगः यक् नूय नूयते तत्र अनेन लटि लोटि लङि विदुलिञ्च रूपाणि येयानि एवमेव हु हूयते आहु आहूयते ध्रूयते इत्यादिकम् उकारान्ताः धातवः यथावत् तिष्ठन्ति ओ ह्रस्व उकारान्तश्चेत् तत्र अकृत्सारधातुकयोः दीर्घः भवति तत्र नू धातु हू धातु ध्रू धातु परन्तु दीर्घ उकारान्तः धातवः यथावत् तिष्ठति भू भूयते पू भूयते अकृत्सारधातुकयोः दीर्घ इति सूत्रं सर्व प्रत्येक अजन्त अङ्गस्य कृते भवति दीर्घ उकारान्त अस्ति चेत् तत्रापि कार्यं भवति परन्तु दीर्घ उकारः उकारः एव तिष्ठति खलु सूत्रस्य प्रसक्तिः भवति परन्तु दीर्घमस्ति दीर्घमस्ति एव न पर्जन्यवत् सूत्रस्य तत्र अपि कार्यं भवति परन्तु तत्र दीर्घमेव तिष्ठति सिम्पल् सूत्रम् अकृत्सार्वधातुकयोः इति सूत्रं केवलं ह्रस्वकृते नास्ति प्रत्येक अजन्त अङ्गस्य कृते अस्ति दीर्घ उकारः अपि कार्यं करोति परन्तु दीर्घ उकारस्य दीर्घत्वं दीर्घमेव अस्ति खलु अस्तु अस्तु तस्य तस्य एतादृशं चिन्तनं मा करोतु यत् तत्र दीर्घ अस्ति ह्रस्व अस्ति चेदेव कार्यं भवति सूत्रस्य न प्रत्येक अजन्तस्य कृते दीर्घ अपि दीर्घमेव अस्तु श्रूयते वा अस्य अपवादः ब्रू धातुः किमर्थं ब्रू धातुः अपवादः तत्र भ्रुवोवचि भ्रुवोवचिः ब्रू धातोः स्थाने वच् वच् आदेशः भवति आर्धधातुकविवक्षायां वचिः इत्यस्मिन् इकारः उच्चारणार्थः भ्रुवः षष्ट्यन्तं वचिः प्रथमान्तं द्विपदमिदं सूत्रम् आर्धधातुके इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं भ्रुवोवचिः आर्धधातुके वच् अनेकाल् इत्यस्मात् पूर्णतया ब्रूस्थाने आदिष्टो भवति सो पूर्ण वच्चित अनेकाल् तस्मात् अनेकाल् षित् सर्वस्य अनेकाल् षित् सर्वस्य अनेकाशस्य आदेशः अनेकाल् आदेशो एक एव वर्णः अपि तु अनेके वर्णाः अथवा षित् चेत् सर्वस्थानिनः स्थाने भवति न तु अन्त्यवर्णस्य अनुवृत्तिसहितसूत्रम् अनेकाश्चित् सर्वस्य स्थाने ब्रूयोगः यक् ब्रुवोवचिः तत्र यक् वच् वच् इति वचि वच् ब्रूस्थाने वच् भवति ब्रुवोवचिः इति सूत्रेण तत्र ब्रुवोवचिः आर्धधातुके यक् इति आर्धधातुके सो वच् प्रथमं भवति वच् योगः य सो वचिस्वपि यजादीनां खिति य यक् इति खित् भवति इत्यनेन सम्प्रसारणं सो उच् भवति उच् योगः य उच्य योगः ते उच्यते अत्र अनेकांशित् सर्वस्य सूत्रं कुत्र भवति वच् इति अस्ति खलु वच् सम्पूर्ण ब्रू धातोः वर्णत्रयमस्ति तत्र वच् मध्ये वर्णत्रयमस्ति यतः ब्रू तस्य सम्पूर्णस्थाने आगच्छति न तु केवलम् अन्तिमवर्णस्य स्थाने ओ आदेश आदेशः इति अनेक अनेकाल् भवितव्यं वा स्थानी आदेश अस्तु तर्हि ब्रुवोवचिः इति सूत्रमस्ति आर्धातुकप्रत्ययपरे अस्ति चेत् सर्वदा ब्रूस्थाने वच् भवति तर्हि वच् इति अनेकाल् अस्ति अतः सम्पूर्ण ब्रू धातोः स्थाने सम्पूर्णतया वच् भवति तर्हि वच् योगः यक् इदानीं वच् योगः अस्ति उत्तरमस्ति वचि स्वपि यजादीनां किति वचि स्वजादीनां किति कित् कित् कित् कित् प्रत्ययपरे कित् प्रत्ययपरे वच् धातोः स्वप् धातोः यज् धातोः तस्य सम्प्रसारणं भवति तर्हि यक् इति कित् प्रत्ययः अस्ति अतः वच् तस्य सम्प्रसारणं भवति वच् मध्ये सम्प्रसारणं कस्य भवति वकारस्थाने उ भवति उ योगः अयोगः च उ प्लस् अ तस्य सम्प्रसारणाच्च इति सूत्रेण उकारस्य एव तस्य तिष्ठं भवति उच् योगः यक् उच्य अतः उच्यते इति तर्हि वस्तुतः उच्यते इति ब्रू धातोः लट् लकार कर्मणि रूपमस्ति उच्यते उच्यते इति तेन उच्यते मया उच्यते तत्र वस्तुतः उच्यते इति भ्रूधातुः अस्ति तत्र भ्रूधातु भ्रूस्थाने वच् तदनन्तरं वच् स्थाने उच् तदनन्तरम् उच्यते तदागच्छन्ति वा आं महोदय मदर् महोदय अग्रे ऋकारान्तु धातु ऋकारान्ताः धातवः सामान्य ऋकारान्तानां धातूनां कृते लिङ् शयङ् लिङ्क्षु इत्यनेन ऋकारान्तस्य अङ्गस्य रिङ् आदेशो भवति यत् प्रत्यये परे यथा कृ योगः यत् रिङ् शयङ् लिङ्क्षु इक् योगः रिङ् योगः यक् क्रियोगः य क्रियते तदानीमेव भ्रूयोगः यक् रिङ् शयङ् लिङ्क्षु ब्रीयोगः य ब्रीयते मृयोगः यक् रिङ् शयिन् लिङ्क्षु इत्यनेन म्री ऋकारस्थाने रि आगच्छति म्रीयोगः य म्रियते रिङ् शयिन् लिङ्क्षु ऋकारान्तस्य अङ्गस्य रिङ् आदेशो भवति श प्रत्यये यक् प्रत्यये यकारादि आर्धातुक लिङ् प्रत्यये च परे ऋकारान्तस्य अङ्गस्य रिङ् आदेशो भवति इति परे श प्रत्यये अथवा यक् प्रत्यये यकारादि आर्धातुक लिङ् प्रत्यये परे च च यक् च लिङ् च तेषां त्रेत्र द्वन्द्वः शैङ्ग्लिङ् तेषु शैङ्ग्लिङ्क्षु लिङ् प्रथमान्तं शैङ्ग्लिङ्क्षु सप्तम्यान्तं द्विपदम् इदं सूत्रम् अयङि ङिति इत्यस्मात् इ अकृसार्वधातुकयोः दीर्घः इत्यस्मात् असार्वधातुके रिङ् घृतः इत्यस्मात् ऋतः इत्येषाम् अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ऋतः अङ्गस्य रिङ् इ असार्वधातुके शैङ् लिङ्क्षु इति अस्ति. अस्माभिः इदं सूत्रं पूर्वं कुत्र पठितं कोऽपि स्मरति वा? तत्र तुदारिगणे उदादिगणे अस्माभिः इदं सूत्रं पठितं यतोहि तत्र श प्रत्ययः तत्र श प्रत्यय इति अस्ति खलु श प्रत्यय तत्र रिङ् शयं लिङ्क्षु तत्र श प्रत्ययः अस्ति अतः तत्र कार्यं भवति परन्तु अत्र तत्र म्रियते कुड् बि लट्लकार अथवा कर्मणि यक् समानरूपं सप्रत्ययः परे अस्ति चेत् अपि च यक् प्रत्यय परे अस्ति चेत् अथवा यकारादि आर्धातुकलिङ्गप्रत्ययपरे अस्ति चेत् कार्यं भवति. तर्हि तुदादिगणे श प्रत्ययः अस्ति अतः कार्यं भवति, अत्र यक् अस्ति अतः कार्यं भवति, अतः तादृशं कार्यं भवति. हा तर्हि किमस्ति, ऋकारान्त अङ्गम् अस्ति चेत् तस्य रिङ्ग् आदेशः भवति सप्रत्यय यक् प्रत्यय यकारादिप्रत्ययपरे. अत्र यक् प्रत्ययः अस्ति अतः कार्यं भवति. तर्हि क्रियोगः यक् ऋकारान्तम् अङ्गम् अस्ति अतः री स्थाने रिङ् भवति. पश्यतु अत्र रिङ् अनेकाल् अस्ति परन्तु नित् अस्ति अतः निच्च इति सूत्रेण अन्तिमवर्णस्थाने एव भवति, न तु सम्पूर्णधातोः स्थाने, केवलं ऋकारस्य स्थाने भवति. अतः ऋ स्थाने रिङ् भवति. क्री क्रियोगः यक् ह्रियोगः यक् क्रियते, भ्रियोगः यक् भ्रियते, भ्रियोगः यक् म्रियते. तत्र ऋकारस्य स्थाने रिङ् रि भवति, म्रियते भ्रियते क्रियते. सर्वे आगच्छन्ति वा? मम एकः प्रश्नः अस्ति, अहम् उत्तरं न जानामि. प्रायः मया इदं प्रश्नं पूर्वमपि पृष्टं, परन्तु इदानीम् अहम् एव उत्तरं विस्मरामि. क्रियते यदा भवति खलु क्रियोगः यक्, ततः इकारस्य पुनः दीर्घत्वं कथं न भवति, किमर्थं न भवति? अकृत् सार्वधातुकयोः दीर्घसूत्रेण कोऽपि जानाति वा महोदय? तत्र आदेशत्वात् आदेशबलेन भवति इति रि इति आदेशबलेन भवति इति अस्ति इति चिन्तयामि महोदय. किं पुनः वदतु? आदेशबलेन भवति इति आसीत् तत्र. आदेशबलम् इत्युक्ते किम्? तत्र ह्रस्व इति कृतं खलु इति, तत्र ह्रस्व एव आदेशः भवतु इति, पुनः तत्र तस्य दीर्घः न भवति इति तादृश अस्ति परिभाषा किमपि अस्ति महोदय? शृणोतु महोदय, तत्र न, अत्र श प्रत्ययपरे अस्ति चेत् श प्रत्यय तत्र रिङ्ग् तस्य ह्रस्वत्वमेव भवति, तत्र दीर्घत्वं न भवितुं शक्नोति. दीर्घत्वं केवलं यक् कृते भवितुं शक्नोति. तर्हि श मध्ये ह्रस्वत्वं करोतु, यक् मध्ये दीर्घत्वं करोतु, एतादृशं चिन्तनमपि अस्ति चेत् सम्यक् अस्ति खलु? तत्र म्रियते इति इयङ् आदेशः भवति खलु, रियते इति इयङ् आदेशः खलु, तत्र इयङ् इति. महोदय, तत्र अकृत्सार्वधातुकयोः दीर्घः अङ्गस्य इति उक्तं तत्र. क्रिय अङ्गम् अस्ति खलु, तत्र रिङ् रिङ् इति आदेशः भवति तत्र. अङ्गं तु अस्ति एव खलु, अङ्गं तु अस्ति, यक् इति आदेशः भवति तत्र पूर्वम् अङ्गम्. तदपि अहं किञ्चित् तादृश अहम् इदानीं तत्र आदेशबलेन किमपि उक्तम् इदानीं ममपि स्मरणे नास्ति तत् इति अस्ति. भवान् चिन्तयति यत् यदि पाणिनि इच्छति दीर्घत्वं करोतु तर्हि तत्र आदेशः एव सः रिङ्ग् इति करोति इति वा? आमाम् आमां तादृश आसीत्, कुत्रापि पठितम् इदानीं मनसः नास्ति, तस्य विषये चिन्तनमपि आसीत् इति चिन्तयामि, सम्यक् न जानामि. ममपि तादृश आसीत् तत्र प्रश्नः आसीत् किमर्थं न भवति पुनः इति, दीर्घत्वं न भवति इति, तत् तादृश उत्तरं मया प्राप्तम्. अहं न जानामि कुत्र केन उक्तमिति न जानामि, रामभगिनी उक्तं वा किमपि पुस्तके अस्माकं करपत्रे आसीत् इति अहं न जानामि सम्यक् इदानीम्. बहुभ्यः वर्षेभ्यः पूर्वं मया एतदेव प्रश्नं प्रायः पृष्टं रघुपति रघुपतिना स्वरूपमहोदयम्, इदानीम् अहमेव विस्मरामि. अहं पृष्टवान् आसीत् रामप्रिय भगिन्याः वर्गे आसं, तदा सा उक्तवती आदेशबल बलेन भवति इति, तत्र तादृश आसीत् तत्र, अन्यथा दीर्घत्वमपि भवितुमर्हति खलु. चिन्तयामि चिन्तनं करोमि परन्तु सर्वे अवगच्छन्ति वा मम प्रश्नं मम प्रश्नतः सर्वे अवगच्छन्ति वा आं महोदय आं महोदय उत्तरं न जानामि उत्तरमपि अहमपि न जानामि परन्तु प्रष्टव्यं तत्र न यतोहि भवान् वदति यत् रिङ्ग् अस्ति आदेशबलेन करोतु परन्तु तथा नास्ति यतोहि तुदादिगणे श प्रत्ययः अस्ति तत्र तु रिङ्ग् इति एव तिष्ठति तत्र अकृत्स्थावधातुकयोः कार्यं कृत्वा दीर्घत्वं न भवति दीर्घः न भवति खलु दीर्घः न भवति इयङ् एव आदेशः भवति अनन्तरं रियते रियते इति भवति इयङ् आदेशः भवति रियोग आ इति रियते इयङ् आदेशः भवति अतः दीर्घः न भवति तत्र किं सुधादिगणे कथं कार्यं भवति मृधातु रि इति भवति रि इति भवति तत्र रि क्षम्यतां कुत्र अस्ति मृ मृ खलु हां सत्यं मृ इति धातु अस्ति मृ इति भवति नृयोग इदानीम् अ इति अस्ति तत्र इयङ् उवङ् आदेशः खलु तत्र एकनिमिषः न न सति क्षम्यतां न म्रियते एकनिमिषः म्रियते अचिष्णु अत्र नास्ति न भवति तिष्ठन्धातुः नास्ति मृ मृ धातुः अस्ति मृ योगः ष तस्य रिङ् भवति मृ योगः ष अ इदानीम् अतिष्णु धातु भ्रुवां यवोर्यमुवमङ्गो इदानीं मृ धातु मृ इति अतः म्रियते भवति हा धातु एव अस्ति खलु तत् चिन्नपुच्छ तपि तत्र धातु एव इदानीमपि तत्र मृ इति अतः इयकारेशः भवति आदेश अनन्तरमपि पुनः इयङ् उवङ् इति कार्यं करोति एव खलु करोति तदस्ति आमां भवतः अहं सत्य इयङ् इति भवति तत्र इ इति आदेशः भवति खलु तथैव तत्र किमर्थं न स्यात् इति खलु तर्हि आदेशबलः नास्ति यतोहि तत्र अपि आदेशबलम् अस्ति चेत् पुनः इयङ् आदेशः कथं भवति तत्र इयङ् भवति चेत् अत्र अपि अकृत्सर्वहत्वं दीर्घत्वं करोतु किमर्थं न करोतु तत्र कुत्रचित् महोदय मम उक्तवान् तत्र तत्र महोदय अपि वदन् आसीत् ध्वनिमुद्रणे कुत्रापि तत्र माता वदति तत्र किमपि प्रयोजनं नास्ति खलु तत्र अनिष्टः भवति किल तत्र न कुर्मः इति तादृश अपि भवति इति तादृशचिन्तनमपि भवति इति कुत्रापि महोदयेन उक्तमासीत् माता तत्र तादृश वदति किमर्थम् अनिष्टकार्यं करणीयम् इति तादृश अपि चिन्तनं भवति कुत्रचित् यद्यपि तत्र प्रसक्तिः भवति तत्र परन्तु तद् भवति चेत् अनिष्टं भवति किमर्थं करणीयम् अस्माभिः इति माता वदति इति सः उक्तवान् आसीत् न अहमपि जानामि अत्र कुत्रचित् मया अपि पृष्टं परन्तु इदानीं न स्मरामि अस्तु अनन्तरं द्रक्ष्यामः अग्रे किमस्ति अग्रे कः अस्ति मीना महोदय वा न न न इदानीं कः पठति मीना महोदय पठति खलु न कः पठति मदर् महोदय अग्रे पठतु सूत्रं पठति पठामि वा यस्मिन् विधि तदा तत् तत् जानीमः जानीमः अग्रे गच्छतु अस्य द्वौ अपवादौ अस्य द्वौ अपवादौ संयोगादि ऋकारान्तदातवः गुणोर्ति संयोगाद्योः इत्यनेन ऋकारान्तदातोः आदौ संयोगः अस्ति चेत् धातोः गुण आदेशः भवति यथा स्मृयोगः यक् स्मयोगः यक् स्मर्योगः य स्मर्य स्मर्यते अत्र गुण भवति संयोग धातु अस्ति स्वयोगः यक् अस्ति ऋकारान्तस्य स्थाने रि भवति स्मर्योगः या स्मर्यते इति भवति भ्रुयोगः यक् द्वयोगः यक् द्वर्योगः य द्वर्यते योगः यत् कथं पठनीयं महोदय हर् हृ योग यत् तदानीमपि हर्य हर्यते हर्यते स्वयोगः यत् स्वयोगः य स्वर्यते ऋयोगः यत् अकारः योगः यत् अर्य अर्यते गुणोरर्ति संयोगाद्योः ऋधातोः संयोगादि ऋकारान्तधातोः च अङ्गस्य गुणो भवति यकि परे यकारादि लिङ्गि आर्धधातुकप्रत्यये परे च अस्ति इत्यनेन ऋ धातुः धातु आदेशो स्थिपि ऋतन् ऋतः इत्यस्य विशेषसंयोगादि यतोहि ऋ धातोः आदौ संयोगः न सम्भवति अस्ति संयोगादिश तयो इत्येत द्वन्द्वः अर्ति संयोगादि तयोः अर्ति संयोगाद्योः सर्वधातुके इत्यनेन आर्धधातुके तदन्तविधिः अलोन्तस्य तदादिविधिः इति त्रयः प्रवर्तन्ते संयोगादिः संयोगः आदि यस्य सह बहुव्रीः गुणः प्रथमान्तम् अति संयोगाद्योः षष्ट्यन्तं द्विपदमिदं सूत्रं रीङ्क्तः इत्यस्मात् वृतः इत्यस्य अनुवृत्तिः अकृत् सार्वधातुकयो दीर्घः इत्यस्मात् असार्वधातुके इत्यस्य अनुवृत्तिः रिङ् सयङ् लिङ्क्षु इत्यस्मात् यङ् लिङ्गोः इत्यस्य अनुवृत्तिः च इति न आनीयते यतोहि सुधादौ संयोगादि रुदन्तधातुः नास्ति एव अयङ् इ निति इत्यस्मात् इ इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अर्ति संयोगाद्योः ऋतः अङ्गस्य गुणः यकि इ लिङ्गि असार्वधातुके तत्र रिङ् इति रिङ् इति वचनं दीर्घनिवृत्त्यर्थम् इति काशिकायां दत्तमस्ति महोदय रिङ् रिङ् इति किमर्थं तद् दीर्घनिवृत्त्यर्थम् इति उक्तमस्ति एवं विधान विधिसामर्थ्यात् इति विधिसामर्थ्यात् दीर्घः न इति तदेव अस्ति परन्तु तत्र सिद्धान्तकौमुद्यम् तदेव अस्ति रिङ् प्रकृते रिङ्गि विधिसामर्थ्यात् दीर्घः न इति अस्ति विधिसामर्थ्यं तत्र विधानसामर्थ्यं नित् इति कृत्वा रिङ् वचनं दीर्घनिवृत्त्यर्थम् इति काशिकायमस्ति सिद्धान्तकौमुद्यमस्ति रिङ् विधिसामर्थ्यात् दीर्घः न इति विधिसामर्थ्यम् इत्युक्ते किम् आदेशबलम् इति एव वा आम् रिङ्ग् इति तत्र दत्तमस्ति साक्षात् उक्तमस्ति अतः तत्र विधिसामर्थ्यम् इति परन्तु तत्र अस्माभिः तत्र किमर्थं पठितं यत् इयङ् आदेशः भवति तत्र अकृषादीर्घः नास्ति खलु तत्र क्रयः नात्र भवति दीर्घः न भवति खलु अतः प्रायः दीर्घनिवृत्त्यर्थमिति उक्तमस्ति अत्र केवलं न जानामि विधिसामर्थ्यमिति हा इदानीं स्मरामि तत्र तदेव रमा भगिनी उक्तवती आसीत् विधिसामर्थ्यात् दीर्घः न भवति इति सापि पठितवती इति सा उक्तवती न अवगच्छामि अत्र काशिकायामस्ति काशिकायामस्ति अत्र अस्तु परन्तु अहं न अवगच्छामि यत् तुदादिगणे किमर्थम् इयङ् आदेशः पुनः भवति अग्रे हा तदस्ति तत्र रूप तत्र उत्तरं नास्ति महोदय तत्र नास्ति विधिसामर्थ्य तदा तत्रापि विधिसामर्थ्यं किमर्थं न भवति इति वा अत्र तत्रापि विधिसामर्थ्यं सत्यं सत्यम् अन्यथा किं भवति अत्र गुणः भवति अत्र खलु रि इति अ इति अस्ति रे भवति रेति इति भवेत् रेते इति भवति इको एनचि इति कार्यं सम्यक् पश्यामि तत्र इको एनचि इति भवति रियुगय तत्र सन्धिकार्यमस्ति अतः तत्र करणीयमिति वा किमपि प्रायः न जानामि अग्रे अच्वर्णः अस्ति अतः कार्यं करणीयमेव अत्र अतः सत्यं हा तादृश अस्ति अतः सन्धिः खलु सन्धिः तत्र तादृश नास्ति इति चिन्तयामि अहं सत्यं प्रायः अस्तु सत्यम् अस्ति चेत् ओके अस्तु तर्हि संशयः तत्र स्मृ धातु योगः यक् किमर्थं प्रथमस्तरे स्म भवति प्रथम किं मुद्रणदोषं वा स्मर् भवति गुणः स्मर् स्मर् भवितव्यं न स्म स्मर् एव स्मर् भवति खलु ऋकारस्य गुणः किमस्ति तत्र प्रथमस्तरे स्म भवति महोदय तत्र स्म इति उक्तं मुद्रणदोषः वा न उपरि अत्र रेखा अस्ति खलु एतत् अर् इति भाति ऋकारस्य गुणः अस्ति अकारः तदनन्तरं पुरण्ड्रपरः इत्यनेन अर् भवति न न न मम प्रश्नः अत्र मुद्रणदोषः अस्ति सकारम् अकारः एव अस्ति हा सत्यमस्ति ऋकारस्य गुणवर्णं किम् अस्ति अकारः अस्ति खलु अकारः आम् गुणवर्ण खलु तदनन्तरं पुरन्द्रपरः इति रेपः भवति ओके ओके मकार उत्तरवती अकारः अस्ति प्रथमम् अनन्तरं पुरन्द्रपरः इति स्मर् भवति अतः प्रथमं स्म तदनन्तरं पुरन्द्रपरः इत्यनेन स्मर् ओके ओके तर्हि सामान्यतया ऋकारस्य स्थाने रिङ् भवति परन्तु रिधातु नाम अर्ति यत् लिखितमस्ति खलु अर्ति अर्ति इत्युक्ते रि धातु अथवा संयोग आदि ऋकारान्त धातु अस्ति चेत् संयोग आदि ऋकारान्त धातु अस्ति चेत् अङ्गस्य गुणः भवति यत् धातु अथवा यकारादि सार्वधातुक लिङ्ग् धातु प्रत्ययपरे अस्ति तर्हि न सामान्यतया यक् अथवा यकारादि लिङ्ग् लिङ्ग् प्रत्ययपरे अस्ति चेत् ऋकारस्य रिङ् भवति परन्तु रुधातु अस्ति अथवा संयोग आदि धातु अस्ति चेत् ऋकारस्य रिङ् न भवति परन्तु गुणः भवति तर्हि रिधातु योगः यक् तत्र रिङ् न भवति परन्तु रितस्य गुणः भूत्वा अर् भवति अर्यते तथैव स्मृ धातु अत्र स्मृ मध्ये स्म्रियते न भवति यतोहि अत्र किमस्ति संयोगादि अस्ति खलु ऋकारात् पूर्वं संयोगवर्णः अस्ति अतः ऋकारस्य अर् भवति स्मर्यते ध्वर्यते ध्वर्यते स्वर्यते न तु स्म्रियते ह्रियते ह्रियते स्वर्यते इति अवगच्छम् अवगतम् अस्तु, तर्हि इदानीं विरमामः. अग्रिमरविवासरे दिवाली दीपावली अस्ति विरामकालः. तर्हि दीपावल्याः शुभाशयाः महोदय. दीपावल्यां शुभाशयाः सर्वेभ्यः अपि धन्यवादः. धन्यवादः. नमस्कारः. शुभरात्रि. 18th November, next, next one.